अद्य अस्माकं नूतनपुस्तकम् आरब्धं गीतसोपानं द्वितीयभागः इति पुस्तकम् आरब्धम्। तत्र प्रथमाध्यायः अस्ति उपपदविभक्तिः। उपपदविभक्तिः नाम का इति चेत्, सामान्यतया विभक्तिः कथं निर्णीता भवति, कथं जानीमः कस्याः विभक्त्याः प्रयोजनं करिष्यामः। यथा अहं बालकं पश्यामि, तत्र बालकं का विभक्तिः? किमर्थम्? किमर्थम्? कर्मपदमस्ति। कस्य अहं बालकं पश्यामि इत्यस्मिन् वाक्ये तत्र बालकशब्दः कर्मपदमस्ति। तत्र कस्य कर्म अस्ति, कस्य कर्मपदमस्ति? मम शब्दः तस्मिन् वाक्ये नास्ति एव। अहं बालकं पश्यामि वस्तुतः अहम् इति नास्ति, क्रियापदस्य कर्मपदम्। तत्र सर्वेषु वाक्येषु सामान्यतया पदस्य अन्वयः इत्युक्ते सम्बन्धः भवति क्रियापदेन सह। क्रियापदेन सह अन्वयः भवति नाम दर्शनक्रियायाः कर्म अस्ति बालकम्। अहं बालकं पश्यामि इत्यस्मिन् वाक्ये दर्शनक्रियायाः कर्म अस्ति बालकम्। कर्तृपदमस्ति अहम्। अहं दर्शनक्रियायाः कर्तृपदमस्ति अहम्। नाम सर्वेषां पदानाम् अन्वयः क्रियायामस्ति, सम्बन्धः अन्वयः क्रियायामस्ति। अत्र केचन शब्दाः सन्ति येषां विभक्तिः भवति क्रियापदस्य कारणेन इति न, अतः उपपदविभक्तिः इति वदामः। यथा अहं मित्रेण सह गच्छामि, तत्र मित्रेण इत्यस्य का विभक्तिः अस्ति? तत्र सम्बन्धः केन शब्देन सह, कस्य शब्दस्य तृतीयः अस्ति? सः, न तु गच्छामि। तत्र मित्रेण अपि च गच्छामि द्वयोः पदयोः न कोऽपि सम्बन्धः अस्ति, बुद्धं न कोऽपि सम्बन्धः अस्ति। तत्र सः इति कारणं, निमित्तं मित्रेण इति तृतीयविभक्त्याः। पुष्पा भगिनी अवगच्छति वा? अस्तु अस्तु, सुब्रह्मण्यं महोदय तत्र स्पष्टं वा? स्पष्टं महोदय। अस्तु, इति उपपदविभक्तिः, यत्र विभक्त्याः कारणं क्रियापदं न अन्यत् किमपि पदमस्ति, उपपदविभक्तिः इति वदामः। अस्तु, तर्हि अत्र रमेशः अस्ति, महेशः अस्ति, अत्र मेसचुसेट्स् सुब्रह्मण्यं महोदय भवान् पठति वा तत्र रमेशः? अस्ति, अपि च अस्माकं सुब्रह्मण्यं महोदय तत्र सुरेशः पठति। भवान् कुत्र गच्छति? देवालयं प्रति गच्छामि। भवता सह कः आगच्छति? मया सह मम पुत्रः आगच्छति। मया सह तु वयसा भवतः पुत्रेण मया सह तु वयसा भवतः पुत्रेण सदृशः मम पुत्रः गोविन्दः अपि अस्ति। मम पुत्रः मित्रैः विना कुत्रापि न गच्छति। भवान् इतः देवालयम् एव गच्छति किम्? न, अहम् आदौ देवालयं न गच्छामि, ततः पूर्वम् आपणं गच्छामि। अस्तु, आपणं गच्छामः। मह्यं मधुरं क्रीणातु। वत्स, महेशः खलु ओ महेशः अस्तु अस्तु महेशः वदति अस्तु महेश क्षम्यतां हा क्षम्यताम् अस्तु मह्यं मधुरं क्रीडातु मह्यं मधुरं क्रीडातु न अत्र चिन्मयः महेशः अस्तु चिन्मयः इति हा चिन्मयं किं मह्यं मह्यं मधुरं क्रीडातु वत्स वत्स देवालय गमनसमये मधुरं मास्तु मधुरम् आवश्यकमेव रोदिते पुत्रक रोदनेन अलं देवदर्शनात् परं मधुरं स्वीकुर्मः अस्तु गच्छामः तावत् अस्तु तर्हि अत्र उपपदविभक्तयः सन्ति खलु पश्यामः देवालयं प्रति गच्छामि अत्र देवालयम् इति अस्ति का विभक्तिः द्वितीया विभक्तिः किमर्थं तत्र कारणं किम् देवालयः देवालयम् अत्र गच्छामि इति तस्य द्वितीयविभक्तेः कारणं भवितुम् अर्हति स्म किन्तु अत्र प्रतिशब्दः अस्ति अतः प्रति इति तस्य कारणमस्ति देवालयं प्रति गच्छामि तत्र देवालयं गच्छामि इति अपि वाक्यं भवति किन्तु एकवारं यदा प्रति आगच्छति यत्र प्रति अस्ति तत्र द्वितीयविभक्तिः भवति देवालयं प्रति गच्छामि वन्स् अगेन् अन्य कोऽपि अस्ति वा सन्ध्या भगिनी अस्तु अस्तु वदामि अत्र देवालयं प्रति गच्छामि अत्र प्रत्यागच्छामि यथा प्रत्यागच्छामि अहं गच्छामि अहं प्रत्यागच्छामि इति भिन्नम् अस्ति तत्तु सन्दर्भः भिन्नम् अस्ति सन्दर्भः भिन्नः प्रत्यागमनं गमनं प्रत्यागमनम् अत्र अहं गच्छामि प्रतिदिनं कार्यालयं गच्छामि पञ्चवादने प्रत्यागच्छामि गृहम् अत्र तथा नास्ति अत्र प्रति इत्युक्ते तस्यां दिशि तस्यां दिशि इति अर्थः हा दिक् दिक् दिश् दिशा हा उत्तरदिशि दक्षिणदिशि पूर्वदिशि तस्यां दिशि न न प्रति इत्युक्ते तस्यां दिशि सप्तमी तस्यां दिशि टुवर्ड्स् आङ्ग्लभाषया हा कदाचित् आङ्ग्लभाषां विस्मरामि किन्तु आङ्ग्लभाषायां तथा अस्ति देवालयं प्रति गच्छामि देवालयस्य दिशि गच्छामि इति देवालयं प्रति अनन्तरं भवता सह तत्र भवता इति का विभक्तिः का विभक्तिः सर्वे वदन्तु पञ्चमीविभक्तिः सप्तविभक्तयः सन्ति एकमेकम् उदित्वा प्राप्स्यामः न तृतीया अस्ति भवान् भवन्तं भवता भवते भवतः भवतः भवति भवता इति तृतीया भवता सह कः आगच्छति मया सह मम पुत्रः आगच्छति एतत् सर्वं स्पष्टमस्ति वा स्पष्टमस्ति खलु अस्तु अग्रे मया सह तु वयसा भवतः पुत्रेण सदृशः मम पुत्रः गोविन्दः अपि अस्ति. मया सह इति स्पष्टं खलु? मया सह तु, तु इति जानन्ति खलु? न न न तु इति अपि नास्ति. तु इति यत्र किञ्चित् भिन्नमस्ति, तत्र प्रकाशनार्थं यद् भिन्नमस्ति अथवा अवधानम् अस्मिन् बिन्दौ अवधानं भवतु. हिन्दीभाषायां यत् तो वदन्ति तो, किन्तु हिन्दीभाषायां तो बहुवारं निरार्थकमस्ति. तो अपि जाङ्गा तो निरार्थकमस्ति, निरार्थकध्वनिः अस्ति. अत्र निरार्थकं न कदापि भवति संस्कृतेन, तथा वक्तुं न शक्यते. यदा अत्र तु नाम यत्र कान्ट्रास्ट् अस्ति अथवा यत्र यत्र अवधानम् अपेक्षितमस्ति, अवधानम् न न न तादृश अर्थः नास्ति. अत्र मया सह तु नाम नूतनसमाचारः, कश्चन नूतनसमाचारः आगतः अस्ति. लैक् लुक् वित् मी ऐव् गाट् hey hey with hey you know paying it, drawing attention to something tu maya saha tu tu anta katamo pudaha vadatu tu iti yatra avadhanam astu pashatu ma kopi vadati yat mama parshve शतं रूप्यकाणि सन्ति. अन्य वदति मम पार्श्वे तु एकं लक्षं रूप्यकाणि सन्ति. मम पार्श्वे तु भवत नाम भवतः पार्श्वे यत् अस्ति तत् किमपि नास्ति, मम पार्श्वे तु बहु अस्ति. मम कुटुम्बे पञ्चजनाः सन्ति. अन्य वदति मम कुटुम्बे तु विंशतिजनाः सन्ति. तु यत्र बृहत् कान्ट्रास्ट् अस्ति, कान्ट्रास्ट् न न तथा न किमपि नास्ति. इट् केन् बि कान्ट्रास्ट् ओर् इट् केन् बि वे यु वाण्ट् टु ड्रा अटेन्शन् टु समथिङ्ग्. अत्र कान्ट्रास्ट् नास्ति, मया सह मम पुत्रः आगच्छति. अत्र कान्ट्रास्ट् नास्ति, मया सह अपि पुत्रः. मया सह तु वयसा भवतः पुत्रेण सदृशः मम पुत्रः. अत्र पे अटेन्शन् इत्यस्य अर्थः तस्य पुत्रः आगच्छति, मम पुत्रापि आगच्छति वयसः सह. अत्र मया सह तु वयसा भवतः पुत्रेण सदृशः. अत्र पुत्रेण इत्यस्य का विभक्तिः किमर्थम्? तृतीय किमर्थं, कारणं किम्? अभिनव महोदय यत्र सदृशः अस्ति, सदृशः यत्र अस्ति तत्र तृतीया भवितुमर्हति, षष्ठी अपि भवितुमर्हति पुत्रस्य सदृशः. यथा आकृतिः अस्ति, आकृतिः यथा आकृतिः अस्ति तस्य, तथैव अत्र वयस् इति जानाति? वयस् नाम अत्र पञ्चवर्षीयः बालकः अस्ति इति वयस्, पञ्चवर्षीयः बालकः. तत्र तस्य वयः पञ्चवर्षाणि, वयः अत्र सकारान्तशब्दः अस्ति. अस्मिन् पुस्तके हलन्तशब्दाः ज्ञाताः अस्माभिः, ज्ञास्यन्ति हलन्तशब्दाः ज्ञास्यन्ति. अत्र वाक्यमस्ति मया सह तु वयस् यथा भवत् शब्दः, भवत् इत्यस्य तृतीया किं? भवता. वयस् अपि तथा, वयसा हलन्तशब्दानां विभक्तिरूपाणि तथैव सन्ति यथा भवत् शब्दः भवत् भवन्तं भवता भवते भवतः भवतः भवति वयस् वयः वयसं वयसा वयसि वयसः वयसः वयसि अतीव सुलभं किमपि नास्ति अत्र अत्र मया सह तु वयसा नाम इन् एज् बै एज् वयसा वयसा भवतः पुत्रेण सदृशः नाम यथा तथा यथा तस्य वयः तथैव मम पुत्रस्य वयः अपि अस्ति सदृशः अथवा यत्र यत्र जनद्वयमस्ति तत् भ्रातृद्वयमस्ति सहोदरद्वयमस्ति तत्र एकः सहोदरः द्वितीयेन सहोदरेण सदृशः ओ सदृश सादृश्यमस्ति तस्य मातापिता तत्र समानमस्ति अस्य मातापिता अपि तथा अतः सदृशं मुखस्य यथा अहम् अपि ज्ञातुं शक्नोमि यत् ओ तस्य सहोदरः स्यात् यतोहि मुखः समानः अस्ति तत्र साम्यमस्ति सदृशः सदृशः इति वदामः तर्हि अत्र पुत्रेण सदृशः मम पुत्रः गोविन्दः अपि अस्ति स्पष्टमस्ति अनन्तरं प्रायः सर्वं स्पष्टं स्यात् अन्य कोऽपि प्रश्नः अस्ति वा अत्र मम पुत्रः मित्रैः विना कुत्रापि न गच्छति स्पष्टमस्ति वा अस्तु अग्रे मेसचुसेट्स् सुब्रह्मण्यं महोदय भवानेव पठतु कृपया अग्रे न न अस्मिन् अस्मिन् भवान् इतः देवालयम् एव गच्छति किम् इति वाक्यं स्पष्टं खलु अस्तु अग्रे पठतु महोदय इतः इति अभ्यासपुस्तके आसीत् अभ्यासपुस्तके नाम अहम् इतः तत्र गच्छामि यथा अहम् अमेरिकादेशतः भारतदेशं गच्छामि अहं पञ्चमी पञ्चम्या इतः नाम अत्रतः इति न भवति तद्दोषाय अस्ति अत्रतः इति अर्थे इतः अवगच्छति वा अस्तु अस्तु महोदय अग्रे पठतु कृपया न अहम् आदौ देवालयं न गच्छामि ततः पूर्वम् आपणं गच्छामि अत्र ततः इत्यस्मिन् इत्यस्य का विभक्तिः अत्र पञ्चमी अत्र पञ्चमी अस्ति यत्र पूर्वमस्ति तत्र पञ्चमी अस्ति न अत्र तस्मात् इत्यस्मिन् अर्थे तस्मात् पूर्वं तस्मात् इत्युक्ते अत्र ततः पूर्वम् आदौ इत्युक्ते आरम्भे आदि इत्यादि आदि इत्यस्य सप्तमी मुनिः मुनौ आदिः आदौ न कुत्र आदौ तृतीय नास्ति कुत्र अस्ति कुत्र लिखितमस्ति अहम् आदौ देवालयं न गच्छामि आदौ इति सप्तमी का विभक्ति सप्तमी मुनौ आदौ नाम आरम्भे आरम्भे इति अर्थः आरम्भः इति सप्तमी आरम्भे प्रथमम् इति अर्थः प्रथमतया आदौ इत्युक्ते प्रथमतया अहम् आदौ देवालयं न गच्छामि, ततः पूर्वम् आपणं गच्छामि. अवगच्छति वा? सर्वे अवगच्छन्ति? नाम देवालयस्य गमनात् पूर्वं, देवालयस्य गमनात् पूर्वम् आपणं गच्छामि. स्पष्टम्? अस्तु महोदय, अग्रे पठतु. अस्तु, आपणं गच्छामि. अस्तु, अग्रे अग्रे. मह्यं मधुरं क्रीणातु. स्पष्टमस्ति? न, तथा मा तत्र भगिनी म्यूट् करोतु, यदि तथा कर्तुमिच्छति. पुष्पा भगिनी, अस्तु. मह्यं, मह्यम् इति का विभक्तिः? मह्यं तत्र कृते इति जानाति वा? कृते इति शब्दः मह्यमिति स्थाने किं भवति? मम कृते तत्र षष्टि प्लस् कृते इत्युक्ते चतुर्थी. मम कृते इत्युक्ते मह्यम्. अस्तु, अग्रे अग्रे. देवालयगमनसमये मधुरं मास्तु. स्पष्टं स्यात्? सन्ध्याभगिनी सर्वम् अवगच्छति वा? सन्ध्याभगिनी, अस्तु, अग्रे महोदय. मधुरम् आवश्यकमेव. अस्तु, अग्रे अग्रे. पुत्रक, रोदनेन अलम् देवदर्शनात् परं मधुरं स्वीकुर्मः. अस्तु, गच्छामः तावत्. अस्तु, अलम् इति जानीमः वा? सर्वे जानन्ति अलम्, रोदनेन अलम्. अस्तु, तृतीय तत्र अलम् इत्यस्य तृतीया विभक्तिः भवति. अनन्तरं देवदर्शनात् परं, तत्र पूर्वं परं, तत्र पञ्चमी भवति. पूर्वं परम्. अनन्तरम् इत्यस्य विकल्पेन षष्टि, तस्य अनन्तरं, किन्तु तस्मात् पूर्वं तस्मात् परम् इति वदामः. अस्तु, अग्रे सरेम. तर्हि अत्र पद्मा भगिनी पठति वा? अवधेयम् गीतासोपानस्य प्रथमभागे वयं सः विना पुरतः इत्येतादृशानां पदानां प्रयोगं ज्ञातवन्तः. तेषां प्रयोगे विभक्तिः भवति इत्यपि ज्ञातवन्तः. अस्मिन् पाठे अन्येषां केषाचित् पदानां प्रयोगं जानीमः. अस्तु, सन्ध्या भगिनी अग्रे पठतु. सञ्जयः धृतराष्ट्रं प्रति अवदत्. अर्जुनः कौरवसेनां प्रति संकेतं कृतवान्. छात्रः गुरुं प्रति पृष्टवान्. प्रति इति पदस्य योगे द्वितीया विभक्तिः भवति. तर्हि तत्र ध्येयं ध्येयं यत् केवलं गमनार्थे इति नास्ति खलु. प्रति तस्यां दिशि दृष्टवान्, पृष्टवान्, गतवान्, बहु किमपि भवति. अत्र अवदत्, कृतवान्, पृष्टवान् इति सर्वं भवति. प्रति तस्यां दिशि. स्पष्टमस्ति? अस्तु महोदय, अग्रे पठतु. थिक् थिक्त्वं थिक् गौरवान् धिक् प्रा पापिनम् ओ धिक् पापिनम् धिक् इति पदस्य योगे द्वितीया विभक्तिः भवति धिक् इति अवगच्छति वा कथं कथयितुं न शक्नोमि किन्तु अर्थः जानामि अर्थं जानामि अस्तु यत्र अपमाननमस्ति अपमाननं यत्र अनादरः अस्ति तत्र तादृश धिक् इति वदामः धिक् स्पष्टमस्ति वा सर्वे जानन्ति तत्र न जानामि का पद्मा भगिनि पद्मा भगिनि वा हा अत्र धिक् इत्युक्ते धिक् त्वां धिक् त्वाम् इति नाम कश्चन असमीचीनकार्यं कृतवान् असमीचीन सम्यक् कार्यं न असम्यक् कार्यं कृतवान् अपि च तत्र तस्य मित्रम् एतत् असमीचीनकार्यं दृष्ट्वा वदति धिक् त्वां यत्र अपमाननमस्ति अपमाननम् अथवा अनादरः अस्ति तत्र तादृशप्रयोगः भवति अतः लिखितमस्ति खलु धिक् पापिनं नाम पापी यः पापं कृतवान् तस्यां दिशि वयं वक्तुं तं प्रति वक्तुं शक्नुमः धिक् पापिनं पापिनम् इति द्वितीयविभक्तिः अस्ति अस्तु लज्जाति अस्तु अग्रे महोदय अग्रे अलम् अलं विषादेन अलं कुदृष्ट्या अलं कार्पण्येन सूचना अलम् इति पार्याप्त्यर्थे अपि प्रयुज्यते तत्र तु चतुर्थी विभक्तिः एव भवति उदाहरणार्थं भीमः दुर्योधनाय अलं भीमः दुर्योधनस्य निग्रहेण समर्थः इत्यर्थः अवगच्छति वा भवान् वदतु अवगच्छति न वा सहायम् अपेक्षितं वा कुत्र ओ हा कर्पण्येन कर्पण्यं शब्दः यत् कृपणशब्दः यत् असमीचीनमस्ति कार्पण्यं कार्पण्यं तस्य भावः कृपणशब्दस्य भावः कार्पण्यम् अस्तु तर्हि अत्र अलं शब्दस्य अर्थद्वयमस्ति यत्र अलम् इति तृतीय तत्र मास्तु इति अर्थः अलं विषादेन विषादः इति जानीमः खलु विषादः अलं विषादेन नाम पर्याप्तं मास्तु अग्रे मास्तु किन्तु यत्र चतुर्थी भवति तत्र क्षमता इति अर्थः क्षमता विषादः मास्तु सत्यं विषादः मास्तु अलं विषादेन किन्तु अत्र भीमः तत्र पर्याप्त्यर्थे इति लिखितमस्ति क्षमतार्थः क्षमता मम क्षमता तादृशी अस्ति यावत् क्षमता अपेक्षिता तावत् क्षमता मयि अस्ति इत्यर्थः अवगतं वा भवानेव वदतु वाक्यं किं लिखति भीमः भीमः दुर्योधनाय अलम् तत्र का विभक्तिः प्रयुक्ता चतुर्थी किमर्थं भीमस्य क्षमता अधिकम् अस्ति तादृशी क्षमता अस्ति यत्र चतुर्थी भवति अस्तु सदृशः मया सदृशः अन्यः कः अस्ति द्रौपदी सदृश मया सदृशः अन्यः कः अस्ति स्पष्टमस्ति वा अतः सन्ध्याभगिनी अवचति वा पुनः पुनः पठतु मया सदृशः मया सदृशः अन्यः कः अस्ति अहं पूर्वतनवाक्यं न अवगच्छामि अस्तु अस्तु बहु सम्यक् उक्तवती पूर्वतनवाक्यं न अवगच्छामि अस्तु तत्र पश्यतु अलम् इति तत्र तृतीयविभक्त्यार्थे तृतीयविभक्तिः यत्र अस्ति तत्र अवगच्छति वा तृतीया अलं विषादे चतुर्थी हा हा हा अस्तु तर्हि अत्र भीमः दुर्योधनाय अलं नाम द्वयोः जनयोः सङ्घर्षः युद्धः सङ्घर्षः युद्धः भविष्यति अवगच्छति वा तत्र उक्तं यत् भीमः दुर्योधनाय अलं नाम भीमे यावत् शक्तिः अपेक्षिता अस्ति विजयार्थं तावत् शक्तिः अस्ति यावत् अपेक्षिता तावत् शक्तिः अस्ति इति अस्मिन् अर्थे दुर्योधनाय अलम् येन तस्य विजयः स्यात् तां मारितवान् भीमः भीमस्य चतुरः दुर्योधन नो इङ्ग्लिश् दुर्योधनस्य चतुर बुद्धिः शक्तिः क्षमता यावत् अपेक्षितमस्ति तावत् अस्ति भीमे सत्यम् अवगच्छति वा नाम तादृश अर्थः नास्ति भगिनि अर्थः अस्ति यत् यत्र नाम रामः श्यामः जनद्वयमस्ति रामः श्यामः द्वयोः युद्धः भविष्यति तर्हि श्यामः अतीव शक्तिमान् अस्ति श्यामः बहु शक्तिः अस्ति तर्हि कोऽपि पृच्छति यत् रामस्य का गतिः भविष्यति नाम कथं भविष्यति रामः तत्र हारः भविष्यति तस्य यतोहि श्यामः बहु शक्तिमान् अस्ति तदनन्तरम् अन्य कोऽपि वदति यत् नास्ति चिन्ता रामः किं वदति श्यामः रामाय अलम् न रामः श्यामाय अलम् नाम तस्मिन् यावत् बुद्धिः शक्तिः इत्यादिकम् अपेक्षितमस्ति विजयार्थं तत्सर्वम् अस्ति अवगतं वा चिन्तयति नाम केपासिटि इति अर्थः केपासिटि चतुर्थी इत्युक्ते केपासिटि हि हेज़् देट् केपासिटि अधिकमस्ति हा इन् ओर्डर् टु वट् इस् रिक्वायर्ड् इन् ओर्डर् टु बि सक्सेस्फुलि हेज़् देट् केपासिटि ओवर् दि अदर् वन् सो हू इस् गोन् बि वेङ्क्विशिङ्ग् हू इस् गोन् बि विनिङ्ग् He's going to be Pratama Vibhakti. And who's going to be losing is going to be Chaturthi. Atva, kevalam losing iti asmin arthe nasti. Udaharanartham. Etat karyam bahu kathinam asti. Ayam balakaha kartum shakshyati va. तदर्थं माता वदति ओ चिन्ता नास्ति तत्र बालकः कार्याय अलम् तादृशी क्षमता अस्ति क्षमता इत्युक्ते केपासिटि हि हेज़् द वेरिथाल् टु गेट् देट् वर्क् डन् अयं बालकः तत्र कार्याय अलम् अस्तु अग्रे गच्छेम भवान् पठतु द्रौपद्या सदृशी महिला विरला कुरुक्षेत्रं नरकेण सदृशं जातम् ज्ञानवानपि स्वस्याः प्रकृते सदृशं चेष्टते मया सदृशः अन्यः कः अस्ति मया सदृशः अन्यः कः अस्ति इति इत्युक्ते किं लक्ष्मीभगिनी वदतु अतः कः वदतु शीघ्रं मया सदृशः अन्यः कः अस्ति अवगच्छति वा अवगच्छामि तर्हि सदृशः इत्युक्ते साम्यं नाम भवती वदतु सर्वं जानाति भवती तस्य वाक्यस्य अर्थः कः मौनव्रतं मास्तु मौनव्रतेन भवती तत् कोऽपि लाभः वदतु अस्तु अन्य कोऽपि वदतु भवान् वदतु कः मम इव अस्ति मम इव बहु समीचीनम् इव शब्दं न जानाति वा मम इव मम मुखः यथा अस्ति मुखं मम मुखं यथा अस्ति मम शरीरं यथा अस्ति मम बुद्धिः यथा अस्ति तादृशम् अन्य कोऽपि अस्ति वा इति प्रश्नः अस्तु अग्रे विद्या तत्र मया सदृशः खलु अस्तु सन्ध्या भगिनी अग्रे पठतु द्रौपद्या सन्ध्या भगिनी पठतु पठतु कुरुक्षेत्रे न द्रौपद्या ओ पुनः द्रौपद्या सुदृशी महिला विरला अस्य अर्थः कः द्रौपदी तर अन्य महिला नास्ति द्रौपदी इव विरलशब्दं जानन्ति वा विरलशब्दः विरल नाम अस्तु सर्वे जानन्ति कोऽपि नास्ति विरल नाम सामान्य न अत्र रेर् इति अर्थः आर् ए आर् इ रेर् तादृश अर्थः अस्ति अस्तु अग्रिमं पठित्वा वदतु कुरुक्षेत्रं नरकेण सदृशं जातम् ज्ञानवानपि तस्य अर्थं वद किम् अर्थं कुरुक्षेत्रं नरकस्य समानं जातम् अस्तु अग्रे ज्ञानवान् अपि स्वस्याः प्रकृते सदृशं चेष्टते ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते इत्युक्ते अवगच्छति वा अत्र अतः एवं भाति कोऽपि जानाति वा ज्ञानवान् यः बुद्धिमान् अस्ति यः बुद्धिमान् अस्ति स्वस्य प्रकृतेः सदृशं चेष्टते नाम प्रकृतेः प्रकृतिः नाम मूलस्वभावः मयि ब्रह्म अस्ति मयि तस्य मूलं ब्रह्म इति तादृश अर्थः स्यात् नाम अहं ब्रह्ममयं भवितुमिच्छामि ब्रह्मज्ञानं मम अपेक्षितमस्ति तर्हि चेष्टा भवति खलु तदर्थं चेष्टा आध्यात्मिकी चेष्टा भवति येन मम अनुभूतिः भवेत् ब्रह्मणः अहं ब्रह्म अस्मि अहं ब्रह्म प्रकृतिः नाम ब्रह्म अहं ब्रह्म अस्मि इति अनुभूतिः भवतु इति चेष्टा चेष्टां करोति चेष्टां करोति प्रकृतिः सदृशं नाम अहं ब्रह्ममयं भवामि ब्रह्ममयः भवामि ब्रह्म अस्मि इति अनुभूतिम् इच्छामि हा प्रवर्तते इति चेष्टा अस्तु ऋते महोदय ऋते संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते कृष्णात् ऋते पाण्डवानां विजयः असाध्यः धर्मात् ऋते धर्मराजः न जीवति ऋते इति पदस्य योगे पञ्चमी विभक्तिः भवति विना इत्यस्य यः अर्थः स एव अर्थः ऋते इत्यस्यापि ऋते इति पदस्य योगे पञ्चमी विभक्तिः भवति विना इत्यस्य यः अर्थः स अर्थः ऋते इत्यस्य अपि संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते कृष्णात् ऋते पाण्डवानां विजयः असाध्यः धर्मात् ऋते अस्तु स्पष्टमस्ति मम अवगमनं किञ्चित् भिन्नमस्ति विना अपि च ऋते यथा ऋते यत्र किं वदेम अत्र यथा एकं कार्यमस्ति तस्य कार्यस्य पञ्चभागाः सन्ति एकस्य कार्यस्य पञ्चभागाः सन्ति एकस्मात् भागात् ऋते सर्वं कार्यं समाप्तम् चत्वारः भागाः समाप्ताः एकः भागः अवशिष्यते इत्यस्यां दशायां वक्तुं शक्नुमः यत् एकस्मात् भागात् ऋते पञ्चमी एकस्मात् भागात् ऋते सर्वं कार्यं समाप्तम् तत्र अर्थः कः इति चेत् एक्सेप्ट् फिनिश्ड् आल् द पार्ट्स् एक्सेप्ट् वन् एक्सेप्ट् विना इत्युक्ते एक्सेप्ट् इति नास्ति खलु विना इत्युक्ते विदौट् ऋता इत्युक्ते एक्सेप्ट् इति सामान्यतया भवति अत्र लिखति अत्र उच्यते यद् विना इति अर्थः मम आश्चर्यं दृष्ट्वा किञ्चित् भिन्नमस्ति विदौट् एन् एक्सेप्ट् द सेम् थिङ्ग् समानं तु नास्ति खलु अस्तु अग्रे विदौट् कृष्ण पाण्डवास् कुन्त्वेन दट् वर्ड् मीन्स् एक्चुअली अत्र अत्र विना इत्यस्मिन् अर्थे सर्वाणि वाक्यानि दत्तानि सन्ति विना इत्यस्मिन् अर्थे वाक्यानि दत्तानि किन्तु ऋते इत्यस्य भिन्न अर्थः न्यूनातिन्यूनं भिन्नः अर्थः अपि अस्ति यदि विना इत्यस्मिन् अर्थे अपि अस्ति किन्तु अन्य अर्थः अपि अस्ति यत्र विना न भवति एकस्मात् भागात् विना सर्वं कार्यं समाप्तम् इति न वदामः ऋते एव अस्ति अस्तु अग्रे सुब्रह्मण्यमहोदय विना ज्ञानं विना जीवनं कष्टकरम् ज्ञानेन विना जीवनं कष्टकरम् ज्ञानात् विना जीवनं कष्टकरम् विना इति पदस्य योगे द्वितीया तृतीया विभक्ति भवतः इति जानीमः तस्य योगे पञ्चमी विभक्तिः अपि भवति इति विशेषः स्पष्टमस्ति विना इति वयं सर्वे जानीमः द्वितीय तृतीय पञ्चमी अपि भवति इति ज्ञेयम् अस्तु अग्रे मेसचूसेट्स् सुब्रह्मण्यमहोदय अग्रे आं महोदय, ज्ञानं विना जीवनं कष्टकरम्. न न अग्रे ज्ञानेन न न सप्तमं सप्तमं सप्तम अस्तु महोदय. बुद्धेः परः परमात्मा, युद्धात् परं दुःखं भवति, ज्ञानात् परं शान्तिः प्राप्यते, युद्धात् पूर्वं कृष्णः सन्धिनिमित्तं गच्छति, साङ्ख्ययोगात् पूर्वम् अर्जुनविषादयोगः, गीतोपदेशात् परम् अर्जुनः युद्धार्थम् उत्सहते, विश्वरूपदर्शनात् पूर्वम् अर्जुनः दिदृक्षुः आसीत्, विश्वरूपदर्शनात् परम् अर्जुनः भीतः. पूर्वपरम् एतयोः पदयोः योगे पञ्चमी विभक्तिः भवति. स्पष्टमस्ति? कस्यचित् प्रश्नः? पूर्वं पदम् अनयोः पञ्चमी. तत्र विश्वरूपदर्शनात् पूर्वम् अर्जुनः दिदृक्षुः आसीत्. दिदृक्षुः दुःखितवान्, दुःखितः इति स्यात् विषादः. तत्र विषादः इति अर्थः भवेत्, किन्तु मया दृष्टव्यमस्ति नाम किमर्थं दिदृक्षुः. दिदृक्षुः इति सनन्तरूपमस्ति, यथा जिज्ञासुः. जिज्ञासा इति अस्मिन् जिज्ञासुः, अत्र दिदृक्षा इति अस्मिन् दिदृक्षुः. दिदृक्षुः कः धातुः अस्ति न जानामि, अग्रे दृष्ट्वा. किन्तु तादृशविषादः इति अर्थः स्यात् दुःखः, दुःखितः. अस्तु तर्हि परः परं भेदः भेदः अस्ति वा? अस्ति, विपरीतं न परपरम्. अत्र बुद्धेः परः परा परमात्मा, किन्तु अनन्तरं परम्. अत्र अत्र पश्यामि, वदामि. अत्र परः अव्ययपदमपि अस्ति, अव्ययपदमस्ति. तत्र नपुंसकलिङ्गे नित्यम्. अनन्तरं विशेषणमपि भवति. यत्र विशेषणमस्ति तत्र विशेषणविशेषभावः अस्ति. अत्र विशेषणत्वेन प्रयुक्तः, अतः परमात्मा इति पुल्लिङ्गे अस्ति. परः परमात्मा इति पुल्लिङ्गशब्दः, अतः परः विशेषणविशेषभावः. अत्र परं दुःखं भवति, दुःखमिति नपुंसकलिङ्गशब्दः. अत्र बुद्धेः पर तत्र सर्वत्र नपुंसकलिङ्गे वक्तुमपि शक्नुमः. तत्र अव्ययपदत्वात् अव्ययपदम् अव्ययपदरूपेण सर्वत्र मकारः भवितुमर्हति. तर्हि बुद्धेः परं परमात्मा अपि इति अपि साधु साधु अस्ति. परम् इति तत्र अव्ययपदमस्ति, अव्ययपदं मकारः नित्यं. नो चेत् यदि विशेषणत्वेन प्रयुज्यते यदि तर्हि त्रिषु लिङ्गेषु भवति. बुद्धं वा? समीचीनम्, अग्रे गच्छेम. अस्तु तर्हि अग्रे अभिनवमहोदय पठतु. अभ्यासः भवान् भागमोढुमिच्छति वा? यतो उदाहरणं कोष्टकस्थे शब्दः वाक्यानि रचयत. कोष्टकस्थैः शब्दैः शब्दैः अत्र किमस्ति वदामि. हिन्दीभाषायां ऐकारः दोषपूर्णः भवति यथा वयं वदामः कैसे हैं कैसे कैसे ये कैसे ये तु संस्कृतेन न भवति तथा हा तत्र ऐकारः अस्ति ऐ ऐ हिन्दीभाषायां यद् ऐ वदामः तत् न भवति अपि च तत्र दक्षिणभारते अपि न तथा खलु तत्र ऐ इति भवति खलु दक्षिणे तत्र वस्तुस्थितिः अस्ति कुत्रचित् दक्षिणभारते तत्र विकृतिः अस्ति कुत्रचित् उत्तरभारते विकृतिः अस्ति अस्मिन् प्रसङ्गे हिन्दीभाषया तत्र दोषाय अस्ति वस्तुतः अन्यवर्णः भवेत् अवसति वा नाम कैसे हैं इति हैं जो हैं और कैसे उसके लिए दूसरा अक्षर होना चाहिए था दूसरा अक्षर पूर्ण रूपेण अन्य अक्षर होना चाहिए था ना तो आई का उसका उच्चारण भिन्नम अस्ति उसका उच्चारण दूसरा है इस तरह का उच्चारण नहीं मिलता है वो उसके लिए दूसरा वर्ण होना चाहिए था हाँ इसलिए आप लोगों को दिक्कत होती है इसमें क्योंकि उसका उसका उच्चारण ऐसा नहीं है देख रहे हैं ना शब्द आई ही आई ही हाँ बोलो तो वैराग्यम काम काम द्वंद्वम संशय अधर्म मोह अशांति युद्धम अश्रद्धा अज्ञानम निद्रा प्रमाद क्रोध दुखम भीति आलस्यम आलस्यम आलस्यम समस्या भवति तालवेशक तत्र श इति नास्ति आलस्यम् इच्छा अहंकार रजनी अभ्यास पुस्तके आचार्यस्य उपदेशं लिखति तस्याः साहाय्यं कुरुत उदाहरणार्थम् आचार्य उक्तवान् यत् यत् अलं क्रोधेन अस्तु समीचीनमस्ति तर्हि किं कर्तव्यमस्ति अत्र यथा उदाहरणं कोष्टकैस्तशब्दैः वाक्यानि रचयत अस्तु रचयत तावदेव रचनीयमस्ति इति वा द्वितीयम् अलं क्रोधेन क्रोधः क्रोधः इति प्रथमः नास्ति किमर्थं तथा आचार्यः उक्तवान् यत् अलं क्रोधेन अस्तु द्वितीयम् अलं संशयेन क्रोधं न कुरु सत्यम् अस्तु अलं संशयेन अस्तु अग्रे अलं वैराग्येन अस्तु वैराग्येन अलं किमर्थं वैराग्यं समीचीनमस्ति वा हा वैराग्यं बहु समीचीनमस्ति अलं वैराग्येन हा सन्ध्या भगिनी जानाति पुष्पभगिनी कथं वदति तथा वैराग्यं समीचीनमस्ति अलं वैराग्येन इति किमर्थम् अलं वैराग्येन तत्र वैराग्यात् ऋते वैराग्यात् वैराग्यात् विना साधकः न जीवति तादृशमर्थः तादृशं वाक्यं वैराग्येन विना किं किं वैराग्येण विना तु अर्थं समीचीनम् वैराग्यं समीचीनमस्ति वैराग्येन सम्यक् सम्यक् अस्तु अस्तु अन्यद् वाक्यं महोदय एकः प्रश्नः अत्र फलं वैराग्येण समीचीनमेव खलु फलं वैराग्येन वैराग्येन तृतीया विभक्ति भवति खलु फलं वैराग्येन वैराग्यं किन्तु वैराग्यम् इति प्रशंसनीयगुणः अस्ति प्रशंसनीयगुणः अस्ति वैराग्यं वैराग्येन अलम् इति कथं किमर्थं वदिष्यामः नाम व्याकरणदृष्ट्या सम्यक् अस्तु भगिनि अतः समीचीनः स्यात् अस्तु अस्तु अत्र व्याकरणं नाम उदाहरणार्थं वदामि अस्तु पौष्टिकभोजनं पौष्टिकभोजनेन अलम् इति किमर्थं वदिष्यामः यदा पौष्टिकभोजनं समीचीनमस्ति पौष्टिकभोजनेन अलम् इति किमर्थं वदिष्यामः तथैव वैराग्यम् इति समीचीनमस्ति प्रशंसनीयमस्ति यस्मिन् वैराग्यमस्ति तस्य साफल्यं साफल्यं भवति जीवने सुब्रह्मण्यं महोदय अवगच्छति वा अत्र अर्थं कथमस्ति नाम वैराग्यम् इति अस्य वैराग्यं फलं वैराग्यं मास्तु इति अर्थं वा सत्यं वैराग्यं सम्यक् एव इति अर्थं वा न न अल यत्र तृतीया पश्यतु वाक्यानि वचनानि अत्र सन्ति पश्यन्तु वाक्यानि तत्र अलं कुत्र आसीत् अलं विषादेन अलं विषादेन इति उदाहरणमासीत् अलं कुदृष्ट्या तत्र यत् यत् समीचीनं नास्ति यत् वस्तु समीचीनं नास्ति तत् मास्तु इत्यस्मिन् अर्थे तृतीया विभक्तिः भवति अलं शब्देन सह वैराग्यं समीचीनमस्ति सामान्यजीवनेन वैराग्यप्रदर्शनं सम्यक् नास्ति सम्यक् नास्ति इति वा अहं जीवयामि वैराग्यभाषायां न प्रयोगं कर्तुं वैराग्यं संन्यासः भवति वैराग्यचिन्तयां करोति सामान्यजीवते वैराग्यचिन्तया न करोति तत्र सुब्रह्मण्यमहोदय सुब्रह्मण्यमहोदय भवतः मनसि वैराग्यस्य वैराग्यशब्दस्य कीदृशः अर्थः वैराग्यं माने किमपि राग इच्छा नास्ति इच्छा नास्ति तत् अतः वैराग्यं भवति खलु हा नाम भवतः मनसि भौतिकविषयाः नास्ति रागः इत्युक्ते रागः रागः मन इच्छा हा अस्तु नाम अत्र अत्र कस्यचित् अपि मनुष्यस्य शान्त्यर्थं वैराग्यम् अपेक्षितमेव नो चेत् किं भवति यत् प्रतिदिनं ओ तदपि यच्छामि तदपि मम पार्श्वे भवति चेत् समीचीनं तदपि यच्छामि भोजनम् इतोपि यच्छामि एतदपि यच्छामि नाम अस्माकं मानसिकशान्तिः न कदापि भवितुम् अर्हति तस्यां दशायां वैराग्यं जीवने वैराग्यम् अपेक्षितम् सत्यं महोदय परन्तु अहं चिन्तयामि अत्र अभ्यासः अलं शब्द उपयुक्त्य वाक्यं लिखितमस्ति खलु अत्र लिखितमस्ति यथोदाहरणं कस्थैहि शब्दैहि वाक्यानि रचयति. रचयत नाम वाक्यं रचनीयम् अस्ति. अत्र प्रति धिक् अलं सदृश ऋते विना पूर्वपरं नाम सर्वम् अलम् इति भवति इति न. सर्वम् अलं भवेत् इति नास्ति. यथा उचितं कुत्रचित् कुत्रचित् परं पूर्वम् अहम् एवं वक्तुम् इष्टवती किन्तु अस्तु सर्वम् अलं भवेत् इति नास्ति. क्रोध यत्र यत्र वस्तु सम्यक् नास्ति यथा क्रोधः क्रोधः सम्यक् नास्ति अतः अलं वदामः. वैराग्यं सम्यक् अति उत्तमम् अस्ति अतः अलम् इति न वदामः. आचार्यः उक्तवान् यत् वैराग्यं विना मा जीवतु. अस्तु आलस्यं विना कक्षाम् आगच्छतु. अस्तु अलमिति मास्तु. अलमिति वयम् अदृष्टवन्तः. इदानीं प्रति अथवा तिक् अथवा सदृश सर्वम् अभ्यासयतु. धिक्कामम् अस्तु अग्रे लक्ष्मी भगिनी वदतु. धिक् आलस्यम् अधिक आलस्यम् अस्तु अग्रे सुब्रह्मण्य महोदय मास्चुसेट्स् वदतु. हा किन्तु का विभक्तिः भवति अत्र अहङ्कारः इत्यस्य द्वितीयः भवेत् द्वितीयविभक्ति अहङ्कार सत्यम् अहङ्कार सत्यं सत्यम् अस्तु अग्रे अस्तु इदानीं सदृश सदृश सत्यम् अस्तु इदानीम् अश्वदा इत्युक्ते अश्रद्धा अस्तु सदृशशब्दस्य इदानीम् इदानीम् एते शब्दाः भवेयुः इति न यः कोऽपि शब्दः यत्किमपि वाक्यं सदृश इति नाम दिक् इति वयं न्यूनमेव वदामः. सदृश इति बहु अस्ति. सदृश इति अस्य शब्दस्य प्रयोगः बहु अस्ति. सर्वे वदन्तु सदृश इति शब्दः बहु अस्ति. आलस्येन सदृशः दोषः नास्ति. आलस्येन सदृशः दोषः नास्ति. आलस्येन सदृशः दोषः अन्यदोषः आलस्येन सदृशः अन्यदोषः नास्ति. समीचीनम् अन्य किमपि सदृशः यत्किमपि वाक्यम् उदाहरणार्थं वदामि. यथा अलं मोहेन अस्तु समीचीनं यथा कामेन सदृशः मोहः अस्ति. पुनः कामेन सदृशः मोहः अस्ति. अस्तु कामः मोहः कामेन समानपदमस्ति खलु. कामेन सदृशः मोहः अस्ति. सम्यक् अस्ति. अपि च शास्ति अपि भवितुमर्हति कामस्य सदृशः मोहः इति अपि भवति. अथवा भवत्सदृशं पुरुषम् अस्मिन् लोके न कदापि दृष्टवान्. तत्र भवतः अवधा अथवा भवत्याः सदृशीं महिलाम् अहं न कदापि दृष्टवान्. अस्तु अग्रेसरेम न ऋते इति उदाहरणं परं पूर्वम् अपि च ऋते उदाहरणं वैराग्यं ऋते मुक्ति न जायते. बहु सम्यक् अस्ति, किन्तु तत्र पञ्चमी अस्ति खलु, पञ्चमी विभक्ति वदतु. मुक्तिः न जायते, समीचीनम् अस्तु. पूर्वं पदं किमपि, बहु समीचीनमस्ति, बहु सामान्यमस्ति पूर्वं पदं. यथा क्रोधात् परं युद्धं भवति, समीचीनमस्ति. युद्धं भवति, भोजनात् पूर्वं योगाभ्यासं कृतवान्. भोजनात् परं निद्रां कृतवान्. अस्तु, सम्यक्. तथा पूर्वं परं, संध्या भगिनी वदतु. अस्तु अस्तु, सम्यक् अस्ति. किन्तु ईर्ष्या इति स्त्रीलिङ्गशब्दः खलु, ईर्ष्या इति अस्य पञ्चमी किम्? ईर्ष्याः पुनः वदतु. ईर्ष्याः परं दुःखं भवति. ईर्ष्याः परं दुःखं भवति, सम्यक् अस्ति वा? परं पूर्वं शीघ्रं. मोहात् परं मोक्षा भवति. तस्य मोहस्य अनन्तरं मोहः गच्छति, तस्य अनन्तरं मोहस्य समाप्तेः. ओ, मोहस्य समाप्तेः मोक्षा भवति. समीचीनं. मोहः मोहस्य समाप्तेः परं, मोहस्य समाप्तेः परं मोक्षा भवति. सर्वे उक्तवन्तः वा? पुष्पा भगिनी वदति खलु, मोहात् मोहात् परं न मोहस्य, अत्र मोहस्य समाप्तिः, तत् सप्त समाप्तिः इति पञ्चमी, मोहस्य समाप्तेः परम्. अस्तु, सुब्रह्मण्यमहोदय वदतु. क्रोधात् पूर्वं मोहः भवति. सम्यक्, सर्वे उक्तवन्तः, समीचीनं वा? त्यागादृते मुखं सुखं नास्ति, त्यागादृते. अत्र धृते पुनः विना इति अस्मिन् अर्थे प्रयुक्तमस्ति. अस्तु महोदय वदतु. यथोदाहरणं वाक्यानि रचयत. उदाहरणार्थं त्यागादृते सुखं नास्ति. संस्कृतिः कृते संस्कृतं नास्ति. साक्षात् कृते मनो पुनः वदतु. अभ्यासात् कृते मनोनियन्त्रणम् असाध्यम्. अभ्यासः, अस्तु, अभ्यासात् कृते समीचीनं. संस्कृतेः ऋते संस्कृतं नास्ति. ईश्वरानुग्रहात् ऋते कार्यसिद्धिः नास्ति. कृष्णात् कृष्णा कृते गोपिका नास्ति न जीवति न जीवति हा अस्तु अग्रे अग्रे विद्या सन्ध्या भगिनी वदतु यतोदाहरणं वाक्यानि रचयत न अत्र अत्र धर्मः अग्रिममस्ति धर्मः धर्मराजः किं वाक्यं वदतु ओ उदाहरणार्थं धर्मः धर्मराजः उपयोगित्वा वाक्यं वदतु ओ धर्मः चतुर्थपुटः कुत्रचित् गतवती वा लक्ष्मी भगिनी धर्मात् ऋते धर्मराजः धर्मराजः नास्ति प्रयत्नात् ऋते कार्य सिद्धिः नास्ति प्रयत्नात् ऋते कार्यसिद्धिः नास्ति पर्जन्यः धान्यं पर्जन्यात् ऋते धान्यं नास्ति अस्तु समीचीनम् अग्रे तथैव कुर्मः नाम यथा शब्दः लिखितमस्ति तथैव कुर्मः अनन्तरं वदामः सुब्रह्मण्यं महोदय मेसचुसेट्स् करोतु एतदेव अभ्यासं महोदय एकाग्रता अग्रे एकाग्रतायाः लक्ष्यप्राप्तिः भवति किन्तु ऋते एकाग्रतायाः ऋते लक्ष्यप्राप्तिः न भवति समीचीनमस्ति अस्तु अभिनवः आधारः भवनम् आधारात् ऋते भवनं नास्ति अस्तु अग्रे कृष्णात् ऋते पाण्डवानां जयः नास्ति अस्तु पद्मा भगिनी अग्रे प्रयत्नं ऋते जयं दुर्लभं ऋते ध्येयं सुखजीवनं ध्येयात्रुते सुखजीवनं नास्ति उदाहरणं दृष्ट्वा कोष्टकस्थैः पदैः कः कस्मात् पूर्वः अथवा परः इति लिखत उदाहरणार्थं युधिष्ठिरः भीमात् पूर्वः प्रथमवाक्यम् युधिष्ठिरः भीमात् पूर्वः भीमः अर्जुनात् पूर्वः नकलः अर्जुनात् पूर्वः नकलः अर्जुनात् पूर्वः अस्तु अग्रे पद्मा भगिनी अग्रे नकुलः अस्तु कोऽपि वदतु अस्तु पद्मा भगिनी वदतु सहदेवः परः कोऽपि नास्ति युधिष्ठिरः भीमात् पूर्वः अस्तु नकुलः अर्जुनात् पूर्वः सहदेवः नकुलात् पूर्वः इति आसीत् अस्तु अग्रे भीमः युधिष्ठिरात् परः अर्जुनः भीमात् परः अस्तु नकुलः अर्जुनात् परः नकुलः अर्जुनात् परः नकुलः सहदेवात् पूर्वः अस्तु अभिनवमहोदय सहदेवः नकुलात् परः सहदेवः नकुलात् परः इति एता समाप्तं खलु अस्तु पुष्पाभगिनी पठतु कृपया एतस्य सहायेन यथोदाहरणं वाक्यानि रचयत उदाहरणात् धिक् दुर्योधनम् धिक् शकुनिम् धिक् दुःशासनम् धिक् कीचकम् धिक् कौरवान् अस्तु बहु सम्यक् अस्ति अस्तु शुभभगिनी सदृशशब्दस्य प्रयोगेण वाक्यानि वदत उदाहरणं कृष्णेन सदृशः ज्ञानी कः अस्ति युधिष्ठिरेण सदृश धर्मिष्ठः कोऽपि नास्ति युधिष्ठिरेण सदृशः धर्मिष्ठः कोऽपि नास्ति अस्तु सुब्रह्मण्य महोदय अग्रे भीष्मः दृढप्रतिज्ञः भीष्मेण सदृशः दृढप्रतिज्ञः कः अस्ति अस्तु कर्णः दाता कर्णेन सदृशः कोऽपि दाता नास्ति अर्जुन धनुर्धर गीतामृतं तत्त्वं गीतामृतेन तत्त्व गीतामृतेन सदृश्य तत्त्वं नास्ति विश्वरूपेण सदृशं दृश्यं कः अस्ति आशा पाशः आशाया सदृश पाशः नास्ति सदृशी न न तथा नास्ति भगिनि न आशा स्त्रीलिङ्ग सदृशः कस्य विशेषणम् आशया सदृशः पाशः कः अस्ति अत्र विशेषणविशेषभावः तत्र समानविभक्तिकत्वमपि भवेत् खलु समानविभक्तिकत्वं यत्र आशय आशयति चेत् का विभक्तिः तृतीय विभक्तिः सदृशः इति प्रथमा तु तत्र विशेषणविशेषभावः न भवितुमर्हति आशः पाशः तत्र सदृशः पाशः अस्तु समीचीनम् अग्रे महोदय महोदय एकः प्रश्नः अस्ति अत्र विशेषणविशेष्यभावः अस्ति वा नास्ति अस्ति एव खलु ततः क कर्णः दाता अत्र कर्णेन सदृशी दाता कः अस्ति अत्र गीतामृतं तत्त्वं खलु गीतामृतेन सदृशं तत्त्वं सत्यं किम् अस्ति खलु किम् अस्ति सत्यं सत्यं महोदय सत्यमुक्तं तत् सत्यमस्ति विश्वरूपेण सदृशं दृश्यं किम् अस्ति सत्यं भवता यदुक्तं मम आलस्यं भवति स्म किन्तु भवता यदुक्तं तत् सत्यमेव धन्यवादः तत्र दृश्यमिति नपुंसकलिङ्गशब्दः अत्र न कापि स्त्रीलिङ्गशब्दः नास्ति किन्तु नपुंसकलिङ्गे केचन शब्दाः सन्ति पुल्लिङ्गे च केचन शब्दाः तर्हि सदृशः ज्ञानी कः धर्मिष्ठः सदृशः धर्मिष्ठः कः दाता सदृशः कः सदृशः तत्त्वं किम् एतत् सर्वमस्ति सत्यं भवानेव अग्रिमं करोतु तृप्तिः सम्पत् तृप्त्या सदृशं सम्पत् किमस्ति सम्पदृशि भवत् तृप्त्या एकनिमिषं भगिनि तृप्त्याः सदृशः सम्पत् कः अस्ति सम्पत् द्रष्टव्यमस्ति तस्य लिङ्गं पश्यन्तु तत्र सङ्गणके पश्यन्तु सम्पत् इत्यस्य लिङ्गं किं स्त्रीलिङ्गशब्दः अस्ति वा तत्र अहं विस्मृतवान् किन्तु सम्पत् इति स्त्रीलिङ्गशब्दः भवितुमर्हति सम्पत् इति लिङ्गं सङ्गणके पश्यन्तु तत्र सम्पत् सम्पत् इति श्रीलिङ्गशब्दः सम्पत् इति श्रीलिङ्गशब्दः श्रीलिङ्गशब्दः एव अस्ति सम्पत् इति श्रीलिङ्गशब्दः सुब्रह्मण्य महोदय पुनः वदतु अत्र सम्पत् श्रीलिङ्गशब्दः अस्ति सम्पत् पुनः वदतु तृप्त्या सदृशी सम्पत् का अस्ति बहु सम्यक् अस्ति अस्तु पद्मा भगिनी वदतु अर्जुनः धनुर्धरः अर्जुनेन सदृशः धनुर्धरः कः अस्ति बहु सम्यक् अस्ति अस्तु शुभा भगिनी कोष्टकस्य शब्दं कोष्टकस्थं शब्दं चित्वा तस्य उचितेन रूपेण रिक्तस्थानं पूरयेत् प्रतीक् अलं सदृशः ऋते विना पूर्वः परम् एषः सौन्दर्ये मन्मथेन अर्थः न अर्थः कः मन्मथः अत्र एषः सौन्दर्ये मन्मथः सुन्दरं मन्मथेन मन्मथः इस् लैक् आल्मोस्ट् लैक् अ गर्ल् या एषः सौन्दर्ये मन्मथेन तर्हि किं स्यात् सदृशः खलु अस्तु सदृशः एषः सौन्दर्ये मन्मथेन मन्मथेन तस्य का विभक्तिः मन्मथेन सदृशः सौन्दर्ये. अस्तु, द्वितीयं करोतु महोदय. Dukhat. Manmatha is a beautiful man. He's a beautiful man in Mahabharata, I think. Is it? Okay. Handsome man in he is a handsome man in Mahabharata. Mastu. Kimapi vaktam vaktavyamasti chet sanskritena vadatu. Dukhat sukham bhavati. Dukhat param sukham bhavati. Dukhat param sukham bhavati. Abhinavaya. Netrabhyam vina darshanam na bhavati. Netrabhyam vina darshanam na bhavati. Astu, samichanam asti. Agre. Modaya karoti va? Astu, Lakshmi bhagini karoti. Krishnaha arjunam avadat. कृष्णः अर्जुनं प्रति अवदत्. अस्तु, सुब्रह्मण्य महोदय अग्रे. विस्तरेण अलं विस्तरेण. सम्यक्, अस्तु. पद्मा भगिनी अग्रे. दिग्दुर्योधनम्. सम्यक्, अस्तु. पुष्पा भगिनी अग्रे. भीमवत् पूर्वः युधिष्ठिरः. अस्तु, सुब्रह्मण्य महोदय अग्रे. ज्ञानात् सुखं नास्ति. ज्ञानात् ऋते सुखं नास्ति. अस्तु, बहु समीचीनमस्ति. एकं वदामि, नाम अस्माकं सिद्धान्तः बहु समीचीनः अस्ति. यत् यत्र अभ्यासः भवति तत् पुस्तके यथा लिखितमस्ति तथा पठन्तु, अनन्तरमेव उत्तरं वदन्तु इति अभ्यासः सम्यक् अस्ति. तेन किं भवति, ये अनन्तरं ध्वनिमुद्रणं शृण्वन्ति, ये ध्वनिमुद्रणं शृण्वन्ति ते अपि कर्तुं शक्नुवन्ति श्रुत्वा. ओहो, अस्तु अस्तु, वाक्यं तथा अस्ति. अनन्तरं ते स्थगनं कृत्वा कर्तुं शक्नुवन्ति, अनन्तरम् उत्तरं श्रोतुं शक्नुवन्ति. यदि सर्वं युगपत् वदति तदा श्रोता न जानाति यत् वाक्यं किम् आसीत्, किं कर्तव्यमासीत्. अग्रे गत्वा तादृश अभ्यासः सम्यक् अस्ति. ये श्लोकाः सन्ति तान् परिशीलयिष्यामः अग्रिमे सप्ताहे. सर्वे किञ्चित् किञ्चित् वदन्तु, पश्यन्तु तस्य अर्थः कः, अर्थं परिशीलयन्तु, अनन्तरं मिलित्वा करिष्यामः. गृहपाठरूपेण कुर्वन्तु श्लोकानां परिशीलनं. अनन्तरम् अग्रे समीचीनं वा? अस्तु, धन्यवादः. नमस्कारः. धन्यवादः.